अस्तु तर्हि गीतासोपानस्य द्वितीयभागः तत्र द्विकर्मकधातूनां विषयः अस्माकम् अत्र पञ्चदशाधिकशततमे पुटे अयं विषयः आयाति. तत्र च गते सप्ताहे परिशिष्टः प्रेषितः आसीत् गृहपाठत्वेन तस्य अध्ययनं करणीयमासीत् अस्माभिः. परिशिष्टं द्वितीयपरिशिष्टमिति शीर्षकमस्ति उपरि. तत्र सुब्रह्मण्यमहोदय कृपया पठतु उपरि किं लिखितमस्ति. आं महोदय, द्विकर्मकस्थले अपादानादीनाम् अविवक्षायां व्यवस्था. दुहादयो धातवः द्विकर्मकाः भवन्ति. द्वयोः कर्मणोः एकतरं गौणम् एकनिमेषः किं किं भवति अत्र तूष्णीं भवतु कृपया. अस्तु महोदय. द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति. अपादानादिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति. ततो द्वितीया अपि भवति. यदि अपादानादित्वरूपेणैव विवक्षा भवति तदा तत्तत् कारकादिसम्बन्धिनी विभक्तिरेव प्रवर्तते. यथा किमुक्तमस्ति अत्र अत्र दुहादयः धातवः द्विकर्मकाः इत्युक्ते अत्र ते कर्मद्वयं नेतुं शक्यन्ते इति अस्ति महोदय. यथा अत्र उदाहरणमस्ति, गोपालः गां पयो दोग्धि. अत्र गां इति अग्रे आगच्छति, किन्तु अत्र किं लिखितमस्ति? प्रथमतया दुहादयः, तत्र दुहधातुः आदौ येषां ते इति कश्चन धातुगणसमूहः अस्ति, तत्र षोडशधातवः सन्ति, दुहादयः इति अस्ति. अस्तु, एते धातवः द्विकर्मकाः सन्ति. ततः अग्रे अत्र प्रथमं द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति. अत्र यथा कर्मद्वयं भवति, एकं कर्मपदं गौणकर्मपदं भवति, अन्यः प्रधानकर्मपदं भवति इति लिखितमस्ति. अपादानादिवि अन्यः न अन्यत् अन्यत् अपादानादि कर्मपदम् अन्यत् अन्यत् अपादानादिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति. अविवक्षितं कारकम् इति अहं सम्यक्तया विवक्षितं विवक्षा इति वक्तुम् इच्छा, यथा जिज्ञासा इति ज्ञातुम् इच्छा, जिज्ञासा ज्ञातुम् इच्छा इति तत्र विशिष्टरूपाणि सन्ति, अग्रे द्रक्ष्यामः. अत्र जिज्ञासा ज्ञातुम् इच्छा, विवक्षा वक्तुम् इच्छा. तर्हि वक्तुः यत्र इच्छा अस्ति तत्र विवक्षा. इदानीम् अपादानादि विशेषैः इति तस्य अर्थः कः इत्युक्ते अत्र दानविशेषैः इति महोदय दान न अपादानकारकमिति पञ्चमी विभक्तिः यत्र भवति. तत्र सप्तकारकाणि सन्ति, नाम वस्तुतः प्रथमा विभक्तिः, द्वितीया विभक्तिः, तृतीया विभक्तिः इति एतासां विभक्तीनां पृष्ठभागे पृष्ठतः तत्र एकं कारणं भवति, नाम कारकमिति विषयः कश्चन अस्ति, कारकं यत्र विभागः भवति, तत्र द्वयोः वस्तुनः तत्र यत्र विभागः भवति तत्र उपादानकारकं भवति, यथा वृक्षात् फलं पठति इति तत्र पञ्चमी विभक्तिः अस्ति खलु. इदानीं पञ्चमी विभक्तिः उपयुज्यते तत्र अस्माभिः किमर्थम् इति चेत् तत्र द्वयोः विभागः जातः वृक्षफलयोः. तत्र वृक्षः स्थिरः अस्ति, फलं ततः गच्छति इति कृत्वा अपादानकारकम् इति वदामः. तत्र अतः अपादानादिः तत्र सप्तकारकाणि सन्ति. अत्र विशेषतः अत्र पञ्चमीविभक्तिः पञ्चमीविभक्तिः कुत्रचित् षष्ठीविभक्तिः कुत्रचित् चतुर्थीविभक्तिः कुत्रचित् इति कश्चन विभक्तिसमूहः अस्ति. तत्र अपादानकारकम् इत्यादीनि कारकाणि इति अत्र दक्षिणतः यानि कारकाणि दृश्यन्ते, नाम पञ्चमीविभक्तिः इति तस्य पुनः वदामि पृष्ठतः अपादानकारकमस्ति, अतः पञ्चमीविभक्तिः उपयुज्यते तत्र, यतोहि तत्र अपादानकारकं विभागः द्वयोः फलवृक्षयोः विभागः इति कृत्वा पञ्चमीविभक्तिः अस्ति. अतः इदानीं कारकविषयः इति नास्ति अस्माकं, किन्तु तावत् अवगन्तव्यमस्ति यत् यत्र विभक्तिः अस्ति तस्य पृष्ठतः तत्र कारकमपि अस्ति, अतः अत्र विभक्तिः इति अवगच्छतु. नाम पञ्चमी विभक्तिः इत्यादयः पञ्चमी इत्यादयः विभक्तयः यत्र अविवक्षिताः, यत्र वक्तुं न इच्छामः तत्र द्वितीयविभक्तिः भवितुमर्हति. स्पष्टमस्ति वा? आं महोदय. तर्हि पुनः पठतु कृपया अपादानादि. पुष्पा भगिनी किञ्चित् प्रतीक्षां करोतु, अनन्तरं पृच्छतु. हा महोदय. अपादानादिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति, यथा भवता उक्तम् अत्र वक्ता वक्तुं पञ्चमीविभक्ति अथवा अन्यविभक्तिरूपं वक्तुं न इच्छति, अत्र गौणकर्म भवितुम् अर्हति इति अत्र दत्तमस्ति. अस्तु अस्तु, ततः प्रथमवाक्यद्वयं पठतु एकवारं यथा करोति स्म. गोपालः गोपालः गां पयोदोग्धि. पुनः गोपालः गां पयोदोग्धि. पुनः नाम दक्षिणतः. दक्षिणतः अस्तु महोदय. गोपालः गोः पयः दोग्धि. अत्र धातुः अस्ति दुः महोदय, क्रियापदं दोग्धि. अत्र प्रधानकर्मपदमस्ति पयः. गोपालः पयः दोग्धि. अत्र वामतः दत्तमस्ति गोपालः गां पयः दोग्धि. अत्र गां द्वितीया विभक्ति रूपमस्ति गोशब्दस्य. द्वितीयाविभक्त्यन्तरूपं द्वितीयाविभक्त्यन्तरूपमस्ति गोशब्दस्य. अत्र गौणकर्म रूपं दत्तमस्ति, परन्तु यथा विवक्षा अस्ति तस्मिन् समये गां स्थाने अत्र अपादान विषये अस्ति कारणात् गां स्थाने तस्य पञ्चमी विभक्तिरूपम् उपयुज्य गोपालः गोः पयः दोग्धि इति अपि सम्भवति. पञ्चमीविभक्त्यन्तरूपं नीत्वा अत्र गोपालः गोः पयः दोग्धि इति अपि सम्भवति. हा, समीचीनमस्ति. तर्हि यत्र अविवक्षितमस्ति तत्र गौणकर्म इति अत्र दीयते. अपादानादिविशेष्यैः अविवक्षितं कारकं गौणकर्म भवति. अस्तु, अग्रे. वामनः बलिं वसुधां याचते. न, ततो अस्तु महोदय, ततो द्वितीया अपि भवति. यदि अपादानादित्वरूपेणैव विवक्षा भवति तदा तत्तत् कारकादिसम्बन्धिनी विभक्तिरेव प्रवर्तते. क्रमशः पश्यामः. तत्र ततो द्वितीया अपि भवति नाम अत्र तत्कारणात् अत्र अविवक्षितं कारकं गौणं कर्मं भवति इति लिखितमस्ति. तत्कारणात् तत्तु रूपमस्ति. तत्कारणात् द्वितीयाविभक्त्यन्तरूपम् उपयोगं करिष्यामि इति अत्र दत्तमस्ति महोदय. यत्र अपादानकारकम् अविवक्षितमस्ति तत्र गौणकर्म भवति. ततः अग्रे, यदि अपादानादित्वरूपेणैव विवक्षा भवति, यदि विवक्षा अस्ति अपानादित्वरूपं एव, तस्मिन् समये यः विभक्तिरूपम् अत्र उपयोगं करिष्यामि, कारकसम्बन्धीन् विभक्तिरूपं यः उपयोगं करिष्यामि, तत् सः विभक्तिरूपं तद्विभक्तिरूपम् अत्र उपयोगं भवति इति दत्तमस्ति महोदय. यदि विवक्षा अस्ति चेत्, यदि विवक्षा अस्ति तर्हि सुसम्बन्धिनि विभक्तिरूपम् अत्र उपयोगं करिष्यामि. यथेच्छं, यथेच्छम् इति वदामः. यथा इच्छा इति यथेच्छं पञ्चमीविभक्तिः इष्यते चेत् तत्र अपादानकारकम् इष्यते चेत् दक्षिणतः अपादानकारक इत्यादीनि कारकाणि. अनन्तरं गौणकर्म इच्छति इष्यते चेत् अस्माभिः तत्र वामतः. अस्तु, पुष्पभगिनी, प्रश्नः अस्ति वा? महोदय, नताशा अत्र अस्ति. हा हा हा, समीचीनम्. अन्य कोऽपि, अन्य के के सन्ति? अखिला भगिनी, अन्य कोऽपि? श्रीनिवास. अस्तु, श्रीनिवासमहोदय. हा, समीचीनम्. अन्य कोऽपि? सहदेव. अस्तु महोदय, स्वागतम्. न महोदय, त्वं इदानीं स्पष्टं जातम्. अस्तु अस्तु, अग्रे गच्छेम. तर्हि सदैव महोदय, तत्र बेल्जियम् इति देशात् आगच्छति. बहु समीचीनमस्ति. अस्तु, अग्रे गच्छेम. तर्हि इदानीम् अत्र किं लिखितमस्ति इति मीना भगिनी कृपया पठतु. शैली तत्र तत्र श्रेणीद्वयमस्ति. वामनः बलिं वसुधां याचते. श्रेणी तत्र किं लिखितमस्ति? श्रेण्याम्. ओके, आपादानादिविशेषैः अविवक्षित्वे वाक्यानि इत्थं सम्भवन्ति. अविवक्षित्वे विवक्षित्वे अपादान अपादानादि विशेषैः अविवक्षित्वे वाक्यानि इत्थं सम्भवन्ति. अपादान आदि विषयं न वक्तुम् इच्छति चेत् वाक्यानि इत्थम् अस्ति सन्ति. अत्र विवक्षित तत्र विवक्षा तस्य कृतान्तरूपम् अस्ति विवक्षित, यथा कार्यं कृतं पुस्तकं पठितम् अत्र तत्र विवक्षित नकारात्मकार्थे तत्र अविवक्षित, तस्य भावः अस्ति अविवक्षितत्वम् अविवक्षितत्वं यथा सुन्दरत्वम् अविवक्षितत्वं तस्मिन् विषये सप्तमी विभक्तौ अविवक्षितत्वे अविवक्षितत्वे वाक्यानि इत्थं नाम एवम् एवं सम्भवन्ति एवं भवन्ति एव यत्र अपादानादि विशेष तत्र कारकाणि न इष्टानि अस्माभिः तत्र. अस्तु अग्रे दक्षिणतः. दक्षिणतः अपादानादिविशेषैः विवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति. अपादानादिविशेषैः वयं वक्तुम् इच्छामः चेत् वाक्यानि एवं रचयन्ति रचयामः. समीचीनमस्ति. इत्थं नाम एवम्. अस्तु बहु सम्यक् अस्ति. तर्हि अखिला भगिनी तत्र द्वितीयं वाक्यं. वामनः बलिं वसुधां याचते. तत्र बलिं वसुधाम् इति द्विकर्म पदद्वयमस्ति, कर्मपदद्वयमस्ति. वसुधाम् इति मुख्यकर्मपदं, बलिम् इति गौणकर्मपदं. तत्र द्वितीयवाक्यमस्ति वामनः बलेः वसुधां याचते इति. तत्र बलिम् इति यदि यत् द्वितीय गौणक कर्मपदम् आसीत् तस्य पञ्चमी अन्तरूपम् अस्ति बलेः इति. तर्हि वामनः बलेः वसुधां याचते इति यत्र अपादानं विवक्षितम् अस्ति तत्र बलेः इति पञ्चमी अन्तरूपं स्वीकरोति. यत्र तस्य विवक्षा नास्ति तत्र बलिम् इति द्वितीयान्तमेव अस्ति तत्र. समीचीनमस्ति. तत्र वाक्यार्थः क्षम्यता महोदय. वाक्यार्थः कः? वाक्यार्थः तत्र वामनः इत्युक्ते विष्णोः अवतारः सः बलिमहाराजा इति वयं कः इति जानीमः एव. तस्मात् वसुधा इत्युक्ते भूमि. तत्र प्रसिद्धकथा कथा अस्ति सः तत्र भूमिः भिक्षारूपेण याचितवान्. तदेव तत्र वाक्यमस्ति वामनः बलिं वसुधां याचते इति. अस्तु बहु समीचीनमस्ति. तथैव अस्तु अग्रे. सञ्जय महोदय अग्रे. पाचकः तण्डुलान् ओदनं पचति इति वामतः अस्ति. कर्मपदद्वयम् उपयुज्य वाक्यं कृतमस्ति. दक्षिणभागे तस्य अन्यविभक्तिरूपम् उपयुज्य वाक्यं कृतमस्ति. पाचकः तण्डुलानाम् ओदनं पचति. अत्र ओदनम् इति प्रधानकर्मपदं, पाचकः ओदनं पचति वामभागे अस्ति, दक्षिणभागे अपि पाचकः ओदनं पचति, परन्तु गौणकर्मपदम् अस्ति तण्डुलानां, तण्डुलानामिति दक्षिणभागे षष्ठीविभक्त्यन्त बहुवचनरूपमस्ति, वामभागे तण्डुलान् इति गौणकर्मपदरूपेण प्रयुक्तमस्ति. हा, बहु समीचीनमस्ति. तर्हि अत्र प्रत्येकस्मिन् वाक्ये वस्तुतः वाक्यद्वयं निहितमस्ति, यथा गोपालः गां दोग्धि अथवा गोपालः पयोदोग्धि, वामनः बलिं याचते, वामनः वसुधां याचते, पाचकः तण्डुलान् पचति, पाचकः ओदनं पचति इति मिलित्वा एकवाक्यं विरचितमस्ति इति मनसि अपि स्यात्. एतावता कोऽपि प्रश्नः? अत्र षोडशधातवः सन्ति. अत्र दोग्धि, याचते, पचति इति एतावता एतत् सर्वं मनसि तिष्ठति चेत् यतोहि अन्यत्र द्विकर्मकत्वं न भवति. एतेषु एतेषां धातूनां अर्थे ये ये धातवः भवन्ति तेषां द्विकर्मकत्वं सम्भवति इति मनसि भवेत्. प्रश्न, तेषां षोडशधातूनाम् एव भवति वा षोडशधातूनाम् अर्थे कोऽपि अन्यधातवः सन्ति तेषामपि भवन्ति इति इदानीं यथा मया उक्तम्, एतेषाम् अर्थे ये अर्थे नाम अत्र प्रतिनिधिरूपेण षोडशधातवः दीयन्ते, तत्र धातुसमूहः शास्त्ररीत्या दीयते. किन्तु वस्तुतः एतेषां धातूनाम् अर्थे तत्र षोडश अर्थः सन्ति, यथा ब्रूते इत्यस्य स्थाने वदति इति अस्माभिः दृष्टं गते सप्ताहे, वदति इत्यस्य अपि द्विकर्मकत्वं भवति वद् धातोः अथवा वज् धातोः, तथा अस्ति. यथा अग्रे अवरुणद्धि अथवा अवचनोति सन्ति, तत्र उपसर्गपूर्वकधातूनामेव भवन्ति अथवा तथा नास्ति. अर्थः अत्र अर्थः द्रष्टव्यः अस्ति, तस्मिन्नेव अर्थे विसर्गः नास्ति चेदपि भवितुमर्हति, अथवा अपरेषां धातूनां अत्र सम्भावना अपि अस्ति इति अवश्यं मनसि निधाय. सर्वत्र अर्थः अति मुख्यः. धन्यवादः. अस्तु महोदय, इतोपि एकः प्रश्नः. तत्र तण्डुलानाम् इति षष्ट्यन्तरूपम् अस्ति खलु, तण्डुलात् इति पञ्चम्यन्तरूपमपि भवितुम् अर्हति, तदपि सम्यक् वा? इत्युक्ते तत्र यत्र गौणकर्म अस्ति तस्य केवलं एकमेव अन्य विभक्तिः इति न, परन्तु अन्यविभक्तिः अपि, इत्युक्ते तस्य अपरा विभक्तिः अपि भवितुम् अर्हति इति. हा हा, कुत्रचित् सम्भवति, द्रष्टव्यमस्ति यत् तथा भवितुमर्हति न वा. तत्र पाचकः तण्डुलात् पचति इति अपि वाक्यं स्यात्, नाम मनसि तथा भवितुमर्हति चेत्, नाम ओदनं नास्ति चेदपि समीचीनं स्यात्. पाचकः तण्डुलानां पचति, पाचकः तण्डुलात् पचति, तण्डुलेभ्यः पचति इति द्रष्टव्यमस्ति. नाम इदमित्थम् इति इदानीं वक्तुं न शक्नोमि पञ्चमी, किन्तु स्यात् इति भाति, तण्डुलात् ओदनं पचति इति. किन्तु किमर्थं षष्ठीविभक्तिः अत्र दीयते इति अपि द्रष्टव्यमस्ति, न तु पञ्चमी. अस्मिन् विषये किञ्चित् परिशील्य वदामि अनन्तरं, यतोहि प्रश्नः समीचीनः अस्ति. कुत्रचित् साक्षात् उच्यते अधोभागे अन्तिमचतुर्णां विषये, तत्र चतुर्थीविभक्तिः अपि सम्भवति इति लिखितमस्ति, अत्र पञ्चमी सम्भवति इति न दीयते, अतः द्रष्टव्यमस्ति. धन्यवादः. अग्रे अत्र तण्डुला तण्डुलानां रूपं परिवर्तनं भवति तस्मिन् अर्थे तण्डुलानां किन्तु किन्तु वयम् ऊहां कर्तुं शक्नुमः खलु यत् तण्डुलेभ्यः ओदनम् इति अपि तत्र तादृशं चिन्तनमपि तर्कपूर्णमस्ति इति भाति किन्तु द्रष्टव्यमस्ति निश्चितरूपेण न वक्तुं शक्नोमि इदानीम् अस्तु तर्हि नताशा भगिनी अग्रे राजा गर्गान् शतं दण्डयति राजा गर्भेभ्यः शतं दण्डयति राजा गर्गान् शतं दण्डयति महोदय गर्गान् अर्थं न जानामि अन्य कोऽपि दृष्टवान् वा वृषभः ऋषभः इति एव अर्थः नास्ति किन्तु तादृश अर्थः अपि अस्ति राजा अत्र तादृश अर्थः अस्ति इति अत्र कोऽपि नाम तादृशी किञ्चन नाम काचित् प्रसिद्धा कथा अथवा तादृशं किमपि अस्ति वा इति प्रश्नः मम मनसि आसीत् यतोहि एकनिमेषः सर्वे तूष्णीं तिष्ठन्तु रवि महोदय कृपया वदतु गर्गः कोऽपि ऋषिपुत्रः पुत्रः सन्ति ब्रह्मपुत्रः पुष्पा भगिनी यदा अन्य कोऽपि नाम का समस्या अस्ति अन्य कोऽपि वदति तु भवती किञ्चित् तिष्ठतु अनन्तरं वदतु रवि महोदय कृपया प्रायः कोऽपि ऋषिगणसमूह यथा पुष्पा भगिनी वदति ब्रह्मपुत्र हा तर्हि नाम पुरुषार्थे अस्ति अत्र परन्तु बहुवचने अस्ति अत्र गर्गान् प्रायः ऋषिपुत्राः सन्ति तदपि तादृश अर्थः इतोपि समीचीनमस्ति यतोहि तत्र वृषभः इति अर्थः तत्र वैचित्र्यमस्ति महोदय सञ्जय महोदय तत्र वृषभार्थे अस्ति वृषभार्थः भवति गर्गशब्दस्य किन्तु परिमाणमपि भवति किन्तु अत्र प्रायः पुरुषार्थे स्यात् यतोहि दण्डयति अस्ति दण्डयति तत्र तत्र शतं दण्डयति इति वैचित्र्यमस्ति किमर्थं दण्डनं स्यात् प्रायः पुरुषार्थे स्यात् अस्तु तर्हि कृपया भगिनि महोदय शतं लैक् शतं इत्युक्ते संख्याः शतं दण्डयति हा नाम एतत् सर्वं चिन्तनीयमासीत् राजा गर्गेभ्यः शतं दण्डयति इति कीदृशार्थः स्यात् अन्य कोऽपि पुष्पा भगिनी वदतु राजा गर्गेभ्यः चतुर्थी विभक्ति न चतुर्थी विभक्ति नाम वाक्यस्य अत्र कारकस्य विषयः न तु विभक्तेः विभक्तिः इति केवलं रूपमस्ति तस्य पृष्ठतः कारणं किं विभक्तेः इति कारकचिन्तनम् इति वदामः नाम अत्र चतुर्थीविभक्तिः स्यात् अथवा पञ्चमविभक्तिः स्यात् इति यत्र इति चिन्तनावसरे तत्र कारकचिन्तनम् अस्माभिः क्रियते नाम अर्थः कः अर्थः विवक्षितः इति वार्ता अस्ति तर्हि भवती वदतु भगिनी प्रथमतया भवती वदतु अस्य वाक्यस्य अर्थः कः, तदाधारेण खलु वयं वक्तुं शक्नुमः का विभक्तिः स्यात्। राजा दण्डयति, राजा गर्गान् दण्डयति। गर्गान् तु द्वितीयविभक्ति। शतं दण्डयति, शतं तु द्वितीयविभक्ति अस्ति। किन्तु वाक्यस्य अर्थः कः इदानीं? राजा गर्गान् दण्डयति, दण्डयति, दण्डयति, मारयति, मारयति न, अत्र शतं नाम शतं किं, शतं नाम किं, शतं शतं दशशतं, दशं शतं, शतं न संख्या तु अस्ति किन्तु कस्य गणनम् अत्र भवति? शतं किं, कस्य गणनं? महोदय स्वर्णपणं किं, पणम् अर्थ धनं, धनमिति, धनमिति उक्तवती वा? अहं चिन्तयामि, हा हा, इति अपि अहं चिन्तयामि। अत्र प्रायः अत्र सम्भावनाद्वयमस्ति, तत्र एकमस्ति शारीरिकरूपेण दण्डः, नो चेत् तत्र धनस्य विषयः अपि यत् सम्भवति। पुष्पा भगिनी किं चिन्तनमस्ति? अतः अस्ति अर्थः, अर्थः शतं रूपाणि, वदतु भगिनि किं धनमिति, धनं, धनम् अस्तु चेत् गर्गान् शतं रूपयाणि दण्डयति। तर्हि गर्गेभ्यः इति का विभक्तिः? गर्गेभ्यः अस्ति चतुर्थी, चतुर्थी विभक्ति न, चतुर्थी इति नास्ति, तत्र शतं स्वीकरोति खलु, तथा अर्थः अस्ति, धनमिति अस्ति चेत् स्वीकरोति खलु, नाम धनमस्ति चेत् पञ्चमी, यदि शारीरिकरूपेण मारणमिति अस्ति तर्हि चतुर्थी स्यात्, किन्तु प्रायः धनम् इति स्यात्। अपरेषां किं चिन्तनं? सञ्जयः महोदय किं वदति भवान्? अहं शारीरिकरूपम् इति चिन्तयामि, तदा चतुर्थी, शारीरिकरूपेण अस्ति चेत् चतुर्थी, शारीरिकरूपेण अस्ति चेत् चतुर्थी, धनमस्ति चेत् पञ्चमी, यत् किमपि भवतु। अस्तु, समीचीनमस्ति। इदानीम् अग्रे सरेम, तर्हि श्रीनिवासमहोदय अग्रे वदति वा? आं महोदय, गोपः गां व्रजम् अवरुणाति, गोपः गां व्रजे अवरुणति, व्रजं, भवान् पूर्वं न दृष्टवान् इति वा? अन्य कोऽपि, पद्मा भगिनी दृष्टवती वा? अत्र अर्थं जानाति, व्रजम् अहं न जानामि, अर्थं न जानाति, तत् किमपि चिन्तनं न कर्तुं शक्नोति, परन्तु गोपः गां व्रजम् अवरुणति, अत्र गां नित्यकर्मकः भवति, व्रजं गौणकर्मकः भवति, अन्यवाक्ये गोपः गां व्रजे अवरुणति, व्रजे अत्र तृतीय केवलं दर्शनेन कार्यं न भवति खलु, गृहपाठः कः आसीत्, अर्थः द्रष्टव्यः अस्ति. अत्र कारकस्य विषयः, यः अर्थं न जानाति सः किमपि वक्तुं न शक्नोति. अर्थः ज्ञातव्यः अस्ति. अर्थं न जानाति चेत् किं वक्तुं शक्नुमः? किमपि नास्ति. अर्थः अपेक्षितः. अन्य कोऽपि सहायं तत्र सुब्रह्मण्यमहोदय जानाति वा? आं महोदय, व्रज इत्युक्ते समूहः इति मम चिन्तनमस्ति महोदय. अत्र ग्रामः रज, अत्र समूहः इति अर्थः नास्ति. अत्र यत्र यत्र गोसमूहः तिष्ठन्ति महोदय, स्थलं भवति खलु, यथा गोशाला अस्ति. गोशाला इति एव अर्थः अस्ति. ग्रामः अस्ति, कृष्णस्य ग्राम. ग्रामस्य नाम इति भिन्नवार्ता अस्ति. अत्र व्रज इत्युक्ते गोशाला. अत्र गौः इति धेनोः विषयः अस्ति. अवरुणति ग्रामस्य विषयः अस्ति चेत् तत्र वाक्यं निरार्थकमस्ति. अत्र ग्रामस्य नाम इति नास्ति. अत्र धेनूनां गृहं यत्र ते तिष्ठन्ति रात्रिवेलायाम् इति अर्थः अस्ति. गोसमूहः नास्ति. न, मया किमुक्तम् इदानीं? गोसमूहः इति अस्ति चेत् वाक्यं निरार्थकमस्ति. कथं वा स्यात्? अवरुणद्धि इति एकस्मिन् स्थले स्थापनं, नाम तत्र यथा किमपि अस्ति, पात्रे तण्डुलान् बालकः अवरुणद्धि इति अर्थः. तत्र उपरि किमपि स्थापयति, तत्र तण्डुलान् तत्र अन्तः सन्ति इति अर्थः. तादृशं कस्यचित् अन्तः तत्र आवरणं कृत्वा स्थापयति इति अवरुणद्धि इति अर्थः अस्ति. तर्हि अत्र ग्रामस्य अर्थः नास्ति, समूहस्य अर्थः नास्ति. तत्र किञ्चन स्थलमस्ति, सीमितं स्थलमस्ति, यत्र यस्मात् बहिः ते इदानीं ताः गन्तुं न शक्ष्यन्ति. कस्यचित् स्थलस्य अन्तः यत्र आवरणमस्ति, यत्र सीमा अस्ति. गोशाला, गोशाला इति अर्थः इति उक्तं. यथा एन्क्लोस्, रिस्ट्रेन्, तादृश अर्थः अस्ति अवरुणद्धि. तर्हि ग्रामः इति अर्थः न भवितुमर्हति खलु. समूहः इति अर्थः नास्ति. अत्र स्थानस्य अर्थः, यस्य द्वारमस्ति, यत् यस्मात् बहिः गन्तुं न शक्नुवन्ति यदा पिहितमस्ति. गोपः गां व्रजम् अवरुणद्धि. शब्दकोशे पश्यत् व्रजस्य अर्थः गोशाला अपि अस्ति. गोशाला तु अर्थे अस्ति, तदेव अस्ति. अत्र तद्विहाय किमपि न भवितुमर्हति. तदेव अस्ति. यतो हि अवरुणद्धि इति अर्थं जानाति चेत् तत्र ग्रामः भवितुमर्हति, समूहः न भवितुमर्हति. अतः एतत् सर्वम् अवलोक्य एव, विचिन्त्य एव वयं निर्णेतुं शक्नुमः यत् अस्तु, व्रजशब्दस्य अर्थः एतादृशः भवेत् इति चेत् कारकम् एतादृशं स्यात्. अस्तु, तर्हि व्रज इत्यस्य का विभक्तिः? सप्तमी. सप्तमी, विकल्पेन सप्तमी. अविवक्षायां गुणकर्मत्वं भवति. व्रजं व्रजे. तर्हि अवरुणद्धि इति अपि यत्र आवरणं उपस्थाप्य तत्र कस्मिंश्चित् स्थले वयं स्थापयामः किमपि प्राणिनम् अथवा वस्तु, तत्र अवरुणद्धि इत्यस्य प्रयोगः भवति. अस्तु, समीचीनमस्ति. कोऽपि प्रश्नः? अग्रे गच्छेम. सुनीति भगिनी अग्रे. महोदय, अवरुणद्धि कथम् अवर्ण नाम तस्य रूपमिति वा रूपं कुत्र न अत्र अत्र रुदादिगणे अस्ति अत्र कथं भवति इति विषयः अस्माकं नास्ति तत्र बुधवासरे बुधवासरस्य व्याकरणवर्गे अग्रे गत्वा वयं परिशीलयिष्यामः अवश्यं तत्र अत्र हल्सन्धिः अस्ति रुदादिगणस्य कार्यमस्ति स्नमिति विकरणप्रत्ययः अत्र इदानीं मास्तु इदानीम् अग्रे सुनीति भगिनि पान्तः मानवकां पान्थानं पृच्छति मानवकां पान्थानां द्वितीयाविभक्तिरूपम् अस्ति पान्तः मानवकात् पान्थानं पृच्छति मानवकात् पञ्चमी विभक्ति तर्हि प्रधानकारं प्रथमकर्मपदं किं गौणकर्मपदं किम् इति वदति वा गौणं मानवकम् मानवकम् पन्थानं तत्र प्रातिपदिकमस्ति पथिन् इति मार्गः इति अर्थः पान्तः नाम traveler यः गच्छति खलु समीचीनमस्ति यः मार्गे अस्ति सः गच्छन् अस्ति सः पान्तः पान्तः मानवकं पन्थानं पृच्छति अत्र पृच् धातुः अपि द्विकर्मकधातुः अस्ति विकल्पेन पञ्चमी अथवा द्वितीयविभक्तिः समीचीनम् अग्रे शिल्पा भगिनी अग्रे भगिनी अस्ति क्षम्यतां महोदय अहं गृहपाठं न करोमि अस्तु अस्तु किन्तु एतत् वाक्यं सरलमस्ति किञ्चित् पश्यतु अस्तु वटुः वृक्षं फलानि चयनं करोति वृक्षः अस्ति फलानि सन्ति वटुः नाम लघुबालकः लघुबालकः अवचिनोति इत्युक्ते चिनोति ओके वटः वृक्षात् वटुः वृक्षात् फलानि अवचिनोति वृक्षं प्रदानं कर्म अस्ति फलानि यस्य पदस्य द्वितीयविभक्तिकत्वं स्थिरमस्ति तत् कर्मपदं प्रधानमस्ति यत् न परिवर्तते सर्वदा द्वितीयविभक्तौ एव तिष्ठति तत् प्रधानकर्मपदम् परिवर्तते तत् प्रधानकर्मं सत्यं क्षम्यतां तर्हि वृक्षं गौणपदं फलानि प्रधानं प्रधानकर्मपदमस्ति समीचीनमस्ति तर्हि फलानि अवचिनोति इति फलानि द्वितीयविभक्तिः अस्ति उभयत्र वृक्षात् अथवा वृक्षम् इति विकल्पेन अस्ति इति कृत्वा गौणपदत्वम् अस्ति वृक्षशब्दस्य. अस्तु, अवचिनोति इति चिनोति इति तत्र चिदातुः द्विकर्मकधातुः अस्ति. अग्रे सहदेवमहोदय अस्ति वा? आं महोदय. कृपया पठतु. पिता मानवकं धर्मं ब्रूते. पिता मानवकाय धर्मं ब्रूते. ब्रूते इति जानाति वा? ब्रूते वदति. वदति इति अर्थः. मानवकं धर्मं द्विकर्मकाः धातवः. ब्रूधातुः, ब्रूधातुः द्विकर्मकधातुः अस्ति. ब्रूधातुः मानवकाय चतुर्थीविभक्ति. सत्यम्. अतः गौणकर्मपदं किम्? मानवकम्. मानवकं नाम पुनः बालकः. बालकः. पिता बालकं धर्मं वदति. पिता बालकाय धर्मं वदति इति अर्थः अस्ति. अस्तु, अग्रे लक्ष्मी भगिनी अस्ति वा? लक्ष्मी भगिनी अस्तु, अग्रे गच्छेम. तर्हि पुष्पा भगिनी वदतु कृपया. अस्तु महोदय. गुरुः मानवकं धर्मं शास्ति. गुरुः मानवकाय धर्मं शास्ति. प्रधानं मानवकं. मानवकाय प्रधानकर्म कर्मपदस्य विभक्तिः न परिवर्तते. चिन्तयितुं शक्नोति यद् नाम स्थिररूपेण तत्र अत्र स्थायी भवति द्वितीया विभक्तिः अत्र. यतोहि तस्य न किमपि कार्यमस्ति, केवलं कर्म इति कार्यमस्ति तत्र धर्मभूते. किन्तु मानवकं तत्र विकल्पेन वस्तुतः तस्य मुख्यतः तत्र कर्मपदत्वम् इति नास्ति, प्रधानतया चतुर्थी विभक्तिः अस्ति तस्य कृते. मानवकस्य कृते धर्मं ब्रूते इति कृत्वा प्रधानकर्मपदं नास्ति, गौणपदमस्ति. गौणकर्मपदमस्ति. गौणकः तदानीं खलु परिवर्तते. मानवकं द्वितीय अविभक्ति ब्रूते इति नास्ति. शास्ति, शास्ति नाम प्रतिपादयति. गुरुः मानवकाय धर्मं शास्ति. प्रचोदयति. प्रचोदयति न प्रतिपादयति. प्रतिपादयति. अस्तु, अग्रे किला भगिनि अग्रे. चैत्रः देवदत्तं शतं जयति. चैत्रः देवदत्तात् शतं जयति. चैत्रः इति कश्चन पुरुषः इति चिन्तयामि. सः शतधनम् इति मम चिन्तनमस्ति महोदय. तत्र किमपि क्रीडा वा किमपि अभवत् तस्मात् सः शतरूप्यकाणि वा किमपि जीतवान्. तर्हि देवदत्तम् इति गौणकर्मपदं तत् अविवक्षितरूपेण देवदत्तम् इति द्वितीयान्ते अस्ति, विवक्षितरूपेण तत्र अपादानम् इति कारणात् तत्र पञ्चम्यन्ते अस्ति. हा इति अस्ति विषयः. समीचीनमस्ति. सञ्जय महोदय अग्रे. मम अपि सञ्जय. हा हा एकादशम् सुरासुरगणः सुधां क्षीरनिधिं मत्नाति. सुरासुरगणः सुधां क्षीरनिधौ मत्नाति. अत्र सुरासुरगणः सुराः इत्युक्ते देवाः, असुराः इति राक्षसाः दैत्याः, तेषां गणः समूहः सुधाम् अमृतं क्षीरनिधिं मत्नाति. क्षीरनिधिम् इति क्षीरसमुद्रं मत्नाति. अत्र सुधां सुधा इति प्रधानकर्मपदमस्ति, क्षीरनिधि इति गौणकर्मपदमस्ति. यथा दक्षिणभागे दत्तं सुरासुरगणः सुधां क्षीरनिधौ मत्नाति. क्षीरनिधौ इति सप्तमी विभक्त्यान्तपदमस्ति. क्षीरसमुद्रे इति अर्थः. क्षीरनिधौ मत्नाति इत्युक्ते मथनं कुर्वन्ति. हा हा बहु समीचीनमस्ति. अस्तु सुब्रह्मण्य महोदय अग्रे. अत्र एकः प्रश्नः अस्ति, सुनिध्या प्रश्न. द्विकर्मकधातवः ये सन्ति सर्वदा द्विकर्मक एव उपयोगं कर्तव्यं, या विकल्पेन एककर्मपदम् अथवा द्विकर्मपदम्? हा हा नितरां तत्र विकल्पेन अस्ति. अहं वाक्यं वदामि, तत्र द्वितीयकर्म यथा आरम्भे अहम् उक्तवान् तत्र वस्तुतः वाक्यद्वयं निहितमस्ति, गोपालः गां दोग्धि अथवा गोपालः पयो दोग्धि इति वाक्यद्वयमस्ति. अहं वाक्यं वदामि अपि सम्भवति, अहं भवन्तं वाक्यं वदामि अपि सम्भवति, अहं भवन्तं वदामि इति एतत् सर्वं भवति विकल्पेन अस्ति. कर्मपद तत्र अवसरः अस्ति चेत्, सन्दर्भः तथा अस्ति चेत् वदामः, नो चेत् न. धन्यवादः. सुब्रह्मण्य महोदय अग्रे. चैत्रः देवदत्तं शतं मुष्णाति. अत्र मुष्णाति इत्युक्ते चोरयति. हा सत्यं चोरयति. अत्र शतं प्रायः धनमेव. शतम् अत्र प्रधान चैत्रः यथा अखिला भगिनी उक्तवती पूर्वं, अत्र चैत्रः एकः पुरुषः, सः शतरूप्यकाणि चोरयति अन्य पुरुषस्य धनं चोरयति. अत्र देवदत्तस्य धनं चोरयति. अत्र शतं प्रधानकर्मपदमस्ति, देवदत्तं गौणकर्मपदमस्ति. यदि विवक्षा अस्ति अपादानादि विशेषैः, अत्र देवदत्तं स्थाने पञ्चमीविभक्ति उपयोगं करिष्यामि. देवदत्तात् इति भवति. चैत्रः देवदत्तात् शतं मुष्णाति. हा अस्तु बहु समीचीनमस्ति. अत्र मूषकः इति अस्य स्वभावः कीदृशः इति चेत् तत्र चोरकार्यं करोति खलु मूषकः इति कृत्वा मूषणाति, तथा आगतः अस्ति. अस्तु इदानीं श्रीनिवासमहोदय, अग्रिमवाक्यं सरलमस्ति, भवान् करोतु कृपया. कृषिकः ग्रामम् अजां नयति. कृषिकः ग्रामे अजां नयति. तत्र अजां प्रधानक्रमपदमस्ति महोदय. ग्रामं गमनक्रमपदं. कृषिकः कर्तृपदम् अजाम् इत्युक्ते अजा इति तत्र पशुविशेषः, न जानाति वा? पशुविशेषः यथा धेनुः किन्तु लघुः, लघ्वी धेनुः तत्र इति चिन्तयितुं शक्नुमः. तत्र अजः अजा न जानाति वा? अजः गोट् गोट्. कृषिका अजां नयति एकवाक्यं. कृषिका ग्रामम् अजां नयति. हा, तर्हि ग्रामे इति सप्तमी अपि च ग्रामाय इति चतुर्थौ अपि भवति. ग्रामाय अजां नयति, ग्रामे अजां नयति, ग्रामम् अजां नयति इति अस्ति. अस्तु अग्रे महोदय, एकः सन्देहः. अस्तु, सम्यक् अस्ति. ग्रामात् न, ग्रामात् इति विषयान्तरं जातमस्ति, अर्थान्तरमस्ति. तद् वाक्यमपि भवति किन्तु तत् अत्र नास्ति. अत्र अर्थः समानः भवेत् खलु? अस्तु, मीना भगिनी. तदेव मम प्रश्नः. कृषिकः ग्रामम् अजां नयति इति वाक्येन अहं न अवगच्छामि. ग्रामात् अजां नयति आर् ग्रामं प्रति अजां नयति इति न स्पष्टमस्ति. हा, तत्र अभ्यासः नास्ति खलु, तदर्थं भाषावर्गः प्रवर्तमानः अस्ति. नावगच्छति इति नूतनरूपमस्ति, प्रथमवारं श्रुतवान्. यथा गम् धातोः द्वितीयविभक्ति कर्तुं भवति गन्तव्यस्थानस्य, तदपि नूतनं भवति बहूनां जनानां कृते. सप्तमी इति प्रादेशिकभाषासु बहुत्र भवति इति कृत्वा वैचित्र्यमिति वदन्ति, किन्तु संस्कृतभाषायां तथा अस्ति. अत्र द्वितीयविभक्तिः सम्भवति, अस्मिन् अर्थे सम्भवति इति जानातु. अहं प्रयोगं करोति चेत् अवसरेण स्पष्टमस्ति चेत् इति प्रयोगं करिष्यामि, अथवा ग्रामे इति प्रयोगं बहु स्पष्टमिति चिन्तयामि. इति भवती चिन्तयति इति अनेन किं भवति? नूतनमस्ति खलु, इदमपि स्पष्टमस्ति. कृषिकः ग्रामम् अजां नयति इति अपि उत्तमवाक्यमस्ति. अत्र न कापि चिन्ता अस्ति, न कापि समस्या अस्ति इति जानातु, अवगच्छतु. यथा कृषिकः ग्रामे अजां नयति इति तथैव अत्रापि अस्ति तस्मिन् अर्थे. अस्तु अस्तु, अग्रे गच्छेम तर्हि. रविमहोदय. गोपः वृषभं गोष्ठं हरति. गोपः वृषभं गोष्ठे हरति. अत्र वृषभम् इति प्रधान कर्म अस्ति, गोष्ठ इति गोष्ठं गौणकर्म. गोपालः वृषभ अत्र वाक्यस्य अर्थः कः? गोपः वृषभं गोष्ठं नयति. नयति इति अवगन्तव्यमस्ति. हरति इति सामान्यतया यत्र युद्धं युद्धस्य विषयः तत्र भिन्नविषयः अस्ति खलु. अत्र हरति इति तादृश अर्थः अस्ति, वहति नयति तादृश अर्थः अस्ति. अस्तु, गोष्ठं गोशालां. हा हा हा, सम्यक् सम्यक् अस्ति. सुनिधि भगिनी अग्रे. गोपः गोवत्सं गोष्ठं कर्षति. गोपः गोवत्सं गोष्ठे कर्षति. गौण कर्मपदम् अस्ति. गोष्ठं प्रधानकर्म किं? गोवत्सं. गोवत्सम् इति अर्थं जानाति वा? गोवत्सं तत्र शिशु गो. हा हा हा, शिशु. ओ ओ या, आमां, शिशुः इति अर्थः. शिशु शिशु. गोपः गोवत्सं गोष्ठं कर्षति. कर्षति इति आधिक्येन वयं चिन्तयामः कृषिकार्यं, यत्र कृषिकार्यं भवति खलु, तत्र शाकस्य कार्यमस्ति, ओदनम् अथवा यत्किमपि यत् शाकः भवति इति कर्षति. तत्र प्लाव् इति अर्थः बहुत्र भवति, किन्तु अत्र तथा नास्ति. अपि च अस्य धातोः प्रधान अर्थः अपि तथा नास्ति. अत्र तत्र आकर्षणं, तत्र तत्र आकर्षणमिति अपि अस्ति खलु, आकर्षणं. तत्र कृष् धातुः तत्र अपि अस्ति, आकर्षणम्. अतः आनयनम्, आकर्षणम् इति तादृश अर्थः अस्ति. गोपः गोवत्सं गोवत्सं तत्र गोष्ठे आनयति, कर्षति. बलात् नयति. किं? बलात् नयति. बलात् इति अपि, हा, बलात् अपि नयति, बलात् अपि नयति, तादृशार्थः अपि अस्ति. ड्रागिङ्ग् इति तादृशार्थः अपि अस्ति, कर्षति. अत्र कृषिति धातुः भ्वादिगणे अपि अस्ति, तुदादिगणे अपि अस्ति. भ्वादिगणे एतादृशार्थाः सन्ति. तुदादिगणे कृषति, न तु कर्षति. कृषति इति सामान्यतया तत्र कृषिकार्यसन्दर्भे भवति, उपयुज्यते. महोदय, अत्र प्रश्नः अस्ति, तत्र हरति कर्षति, तदपि तत्र नयति इति अर्थे एव अत्र अस्ति खलु. तर्हि तत्र किमर्थं पृथक्तया दत्तमस्ति तत्र षोडश धातु इति, तत् दातवः इति, ते अपि तत्र समान अर्थ अन्यदातवः तु नास्ति खलु तत्र, तथा किमर्थं नास्ति? हा हा हा, प्रश्नः समीचीनः अस्ति. कश्चन सूक्ष्मभेदः अस्ति, प्रायः सूक्ष्मभेदः अस्ति. नयति, हरति, कर्षति, वहति, चतुर्णामपि धातूनां साम्यं कथञ्चित् दृश्यते, किन्तु कश्चन सूक्ष्मभेदः अपि अस्ति. नयति, वहति, तत्र भेदः अस्ति. अतः यथा उदाहरणं वदामि. अत्र रविमहोदय बलात् नयति इति सः उक्तवान्, तादृश अर्थः अपि अस्ति, कर्षति. नयति बलात् नयति, अतः सूक्ष्मभेदः अपि अस्ति. हरति इति अस्ति, इत्यस्यापि सूक्ष्मभेदः अस्ति. सूक्ष्मभेदस्य दृष्ट्या पृथक्तया उक्तमस्ति, उक्तम् इति अहं मन्ये. अपि च एतेषां चतुर्णां वैशिष्ट्यमपि अस्ति. अग्रे नाम वैशिष्ट्यं कर्मणि प्रयोगे, एतेषां चतुर्णां वैशिष्ट्यं भवति कर्मणि प्रयोगे. कर्मणि प्रयोगे कस्य कर्मपदस्य प्रथमाविभक्तिकत्वं भवति इति अपि प्रश्नः अस्ति. हा, अतः अग्रे चर्चां करिष्यामः अस्मिन् विषये. किन्तु षोडशसु द्वादशानां तत्र प्रधानकर्मपदस्य अपि च चतुर्णां गौणपदस्य एतत् सर्वं भवति कर्मणि प्रयोगे. अतः प्रायः अधिकमहत्त्वं दत्तमस्ति, यतोहि एतेषां भेदः अपरेभ्यः भेदः अस्ति इति अपि अस्ति. अस्तु, तर्हि अग्रे गच्छेम, तत्र समापयामः इदानीं. कर्षति, हा, अन्तिमम् अस्ति. इदानीं मीनाभगिनी वदतु कृपया. कृषिकः अजापुत्रं नगरं वहति. अजापुत्रं प्रधानकर्मपदं, नगरं गौणकर्मपदं. कृषिकः अजापुत्रं नगरे वहति इति विकल्पवाक्यम्. सप्तमी वा अर्थेन आगच्छति. अस्तु, समीचीनमस्ति. अस्तु, इति एतावता अस्माकं विषयः जातः अस्ति. तर्हि इदानीम् अग्रे गच्छामि. इदानीं द्विकर्मकधातूनां विषयः जातः अस्ति. षोडश धातवः सन्ति, तेषाम् अर्थः मनसि भवति चेत् न कदापि अग्रे समस्या स्यात्. अस्तु, पुस्तके किञ्चित् पश्येम, अग्रे गच्छेम. अत्र सूक्तिः अस्ति, पञ्चदशाधिकशततमीपुटे सूक्तिः अस्ति. अत्र अखिला भगिनी पठतु कृपया. पुस्तके अस्मि महोदय, एकक्षणम्. सूक्तिः, बहुविघ्नास्तु सदा कल्याणसिद्धयः. बहुविघ्नाः तु सदा कल्याणसिद्धयः इति विच्छेदं कृत्वा कल्याणसिद्धयः इत्युक्ते कल्याण शुभकार्याः, शुभकार्याणि इति. कल्याणसिद्धयः तु सदा बहु विघ्नाः विघ्ना इति तत्र आकारान्त स्त्रीलिङ्गपदमिति चिन्तयामि, तस्य विघ्नः इति एव वा. अस्तु, बहु ओ अस्तु, तर्हि तत्र बहुविघ्नाः इति तत्र कर्तृपदम् अस्ति. बहुविघ्नाः इति बहुवचनरूपं. कल्याणसिद्धयः इति तत्र द्वितीयान्तरूपं बहुवचनं. तत्र कल्याणसिद्धिकार्याणि यत्र अस्ति तत्र तु विघ्नाः भवन्ति एव इति तत्र तात्पर्यम् इति चिन्तयामि. बहुविघ्नास्तु सदा कल्याणसिद्धयः. प्रथमभक्तौ बहुवचने इति अस्तु, इति अर्थः अस्ति. समीचीनम्, अग्रे गच्छेम. तर्हि इदानीम् अग्रिमविषयः अस्ति, किञ्चित् समयः अवशिष्यते. अत्र कर्मणि प्रयोगः. मम एकः कश्चन प्रश्नः अस्ति, केषां जनानां कर्मणि प्रयोगस्य अनुभवः नास्ति तावता. नाम किं किं वक्तव्यं भवति इति प्रश्नः. सर्वे जानन्ति चेत् शीघ्रमेव कर्तुं शक्नुमः, किन्तु के न जानन्ति. सुनिधि भगिनी कर्मणि प्रयोगे जानाति वा? सञ्जय महोदय, सा तु जानाति वा सुनिधि कर्मणि प्रयोगस्य विषये? किञ्चित् जानाति. किञ्चित् जानाति. अस्तु अस्तु, नताशा भगिनी जानाति वा? आं महोदय जानाति कथं भवति इति वा अस्तु तर्हि बालकः कार्यं करोति कर्मणि प्रयोगे वदतु कार्यः बालकेन कार्यः करोति न न न तथा नास्ति अस्तु मीना भगिनी जानाति वा जानामि सम्यक् जानामि ओके बालक प्रयत्नं करोमि बालकेन कार्यं कुर्यात् करोतु इति वाक्य रूपं न जानामि बालकेन कार्यं शिल्पा भगिनी सहायं करोतु कृपया बालकेन कार्यं कुर्यते कार्यं किं पुनः वदतु बालकेन कार्यं कुर्यते कुर्यते इति नास्ति अन्य कोऽपि सहायं करोतु सुनीति भगिनी वदतु बालकेन कार्यं क्रियते क्रियते इति अस्ति कार्यं क्रियते हा समीचीनमस्ति अनन्तरं अस्तु किञ्चित् वक्तव्यमस्ति इति भाति किञ्चित् पश्येम अत्र नवदशाधिकशततमीपुटे विषयः उपस्थाप्यते नवदशाधिकशततमीपुटे विषयः उपस्थाप्यते किञ्चित् पश्येम अत्र अत्र छात्रः अत्र वाक्यमस्ति पृष्ठस्य मध्ये छात्रः श्लोकं पठति छात्रः श्लोकं पठति इति वाक्यं कर्तरिप्रयोगे अस्ति एक्टिव् वाय्स् इति यथा वदामः तत्र छात्रः श्लोकं पठति तस्य कर्मणि प्रयोगे छात्रेण श्लोकः पठ्यते तत्र कर्मणि प्रयोगः यत् पासिव् वाय्स् इति वदामः तत्र वाक्यद्वयं भवति मुख्यः अर्थः समानः अस्ति किन्तु तत्र वातावरणं भिन्नम् अनेन अस्तु किञ्चित् तत्र पठेम इदानीं सञ्जयमहोदय कृपया पठतु तत्र उपरितः अवधेयं कर्तरिप्रयोगसम्बद्धवाक्यानां परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्त्यन्तं भवति यथा छात्रः श्लोकं पठति इत्यत्र छात्रः इति कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति छात्रः श्लोकं पठति अत्र छात्रः कर्तृपदमस्ति इति सर्वे अवगच्छन्ति खलु नाम अत्र किं प्रथमतया किं वक्तव्यमस्ति छात्रः श्लोकं पठति अत्र छात्रः इति कर्तृपदमस्ति श्लोकम् इति कर्मपदमस्ति पठति इति क्रियापदमस्ति तावत् अवश्यं बोध्यं ततः अग्रे गन्तुं शक्नुमः कर्तृपदं किं कर्मपदं किं क्रियापदं किम् इति अवश्यं ज्ञातव्यमस्ति अस्तु कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिकत्वं भवति अस्तु महोदय अग्रे कर्तरिप्रयोगे कर्मपदं यदि भवति तर्हि द्वितीयाविभक्त्यन्तं भवति यथा लेखकः ग्रन्थं लिखति इत्यत्र ग्रन्थम् इति द्वितीयाविभक्त्यन्तम् अस्ति यथा पूर्वमेव उक्तं यत् कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्त्यन्तं भवति यथा लेखकः तत्र कर्तृपदमस्ति तत्पदं प्रथमाविभक् त्यौ अस्ति, ग्रन्थम् इति कर्मपदं द्वितीयविभक्त्यन्तम् अस्ति कर्तृप्रयोगे इति नियमः इति नियमः कर्तृ तत्र कर्तृप्रयोगे कर्तृपदस्य प्रथमाविभक्ति कथमस्ति, कर्मपदं द्वितीयाविभक्तौ, कर्तृपदं प्रथमाविभक्तौ, कर्मपदं द्वितीयाविभक्तौ इति नियमः. अस्तु, सुब्रह्मण्यमहोदय अग्रे. कर्तरिप्रयोगे कर्तुः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति. कर्तृपदम् एकवचनान्तं चेत् क्रियापदमपि एकवचनान्तं भवति. कर्तृपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदम् अपि द्विवचनान्तं बहुवचनान्तं वा भवति. कर्तारम् अनुसृत्य प्रथमपुरुषस्य, मध्यमपुरुषस्य, उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति. तथा यथा सः गच्छति, त्वं गच्छसि, अहं गच्छामि, अत्र पुरुषभेदं कर्तृपदस्य पुरुषसम्बन्ध क्रियापदरूपं नयामि, वचनसम्बन्धक्रियापदरूपम् अपि नयामि. तद् दत्तमस्ति अत्र. तथा बहुवचनमस्ति चेत् बहुवचन तत्सम्बन्धपुरुषम् अपि पुरुषरूपमपि नीत्वा वाक्यं वदामि. अस्तु, समीचीनमस्ति. मीना भगिनी, तत्र उदाहरणानि सन्ति? छात्रः यथा छात्रः श्लोकं पठति वचनसम्बन्धः, छात्रः एकवचनं, पठति अपि एकवचनं. छात्रौ श्लोकं पठतः, छात्रौ द्विवचनं, पठतः अपि द्विवचनं. छात्राः श्लोकं पठन्ति, छात्राः बहुवचनं, पठन्ति अपि बहुवचनं. द्वितीय उदाहरणं, सः कार्यं करोति, सः प्रथमपुरुषं, करोति अपि प्रथमपुरुष. त्वं कार्यं करोषि, त्वं मध्यमपुरुषं, करोषि मध्यमपुरुषः, त्वं मध्यमपुरुषः, करोषि अपि मध्यमपुरुषः. अहं कार्यं करोमि, अहम् उत्तमपुरुषः, करोमि अपि उत्तमपुरुषः. एते अंशाः अस्माभिः पूर्वमपि परिशीलिताः स्युः एव. अस्तु, इति परिचितरूपाणि सन्ति. अस्तु अग्रे, श्रीनिवासमहोदय अग्रे पठतु कृपया. इदानीं कर्मणि प्रयोगस्य आकृतिः का? एवमेव कर्मणि प्रयोगसम्बन्धवाक्यानि परिशील्य वयं कर्मणि प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः. कर्मणि प्रयोगे कर्तृपदं तृतीयाविभक्त्यान्तं भवति. कर्मणि प्रयोगे कर्मपदं प्रथमविभक्त्यान्तं भवति. कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति. कर्मपदम् एकवचनान्तं चेत् क्रियापदम् अपि एकवचनान्तं भवति. कर्मपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं वा भवति. कर्म अनुसृत्य प्रथमपुरुषस्य, मध्यमपुरुषस्य, उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति. बहु समीचीनमस्ति. तर्हि आहत्य कर्तृपदं तृतीयविभक्तौ, कर्मपदं प्रथमाविभक्तौ, अपि च कर्मपदम् इति यथा क्रियापदम् इति तथा, तत्र वचनमनुसृत्य पुरुषमनुसृत्य. अस्तु, नताशा भगिनी, तत्र उदाहरणानि पश्यतु पठतु कृपया. बालकेन चाक्लेहः खाद्यते. बालकेन कर्तृपदं, चाक्लेहः कर्मपदं, खाद्यते क्रियापदं. सत्यम्. अत्र चाकलेहः इत्यस्य वचनं किम्? एकवचनं, प्रथमा विभक्तिः. न, विभक्तिः इति त्यजतु, वचनं. एकवचनं. प्रथमाविभक्तिः इति समीचीनं. हा, अस्तु. किन्तु एकवचनं, खाद्यते अपि एकवचनं. चाक् बालकेन चाकलेहौ खाद्यते. खाद्येते. खाद्येते. इदानीं चाकलेहौ द्विवचनं, खाद्येते अपि द्विवचनं. बालकेन चाकलेहाः खाद्यन्ते. इदानीं चाकलेहाः बहुवचनं, क्रियपदं खाद्यन्ते अपि बहुवचनं. हा, बहु समीचीनमस्ति. अस्तु, अग्रे पद्मा भगिनी कृपया पठतु अग्रे. भगिनी अस्ति? हा महोदय. बालकेन सह ताड्यते. बालकेन सः प्रथमपुरुषस्य ताड्यते. बालकेन इति किं पदमस्ति? कर्तृपदं, कर्मपदं वा? कर्तृपदं. विभक्तिः सः कर्मपदं, प्रथमपुरुषे अस्ति. बालकेन सः ताड्यते. सः प्रथमपुरुषे अस्ति, अतः ताड्यते. सः इति पदं प्रथमपुरुषे अस्ति, अतः किं? शुभभगिनी सहायं करोतु. सः प्रथमपुरुषः अस्ति तथा ताड्यते अपि प्रथमपुरुषः अस्ति. हा, इति स्थितिः अस्ति. सः प्रथमपुरुषे अस्ति अतः ताड्यते अपि प्रथमपुरुषे अस्ति. बालकेन त्वं ताड्यते. त्वं कर्मपदम् अस्ति. त्वं मध्यमपुरुषे अस्ति. ताड्यते मध्यमपुरुषे अस्ति. त्वं मध्यमपुरुषे अस्ति अतः ताड्यते अपि, ताड्यसे अपि मध्यमपुरुषे अस्ति. मध्यमपुरुषे अस्ति. अतः बालकेन अहं ताड्ये. अहं उत्तमपुरुषे अस्ति अतः ताड्ये उत्तमपुरुषे अस्ति. हा, अहम् इति कर्मपदम्, उत्तमपुरुषे अस्ति अतः ताड्ये इति ताड्ये. अस्तु, बहु समीचीनमस्ति. इदानीं किं करिष्यामः अत्र? अस्तु, अतः कर्मणि परस्य रूपाणि कथं भवन्ति इति अग्रे उदाहरणानि सन्ति. तत्र कर्मणि प्रयोगे वाक्यानि एवं भवन्ति इति एकवारं पठित्वा विरमामः. तत् रविमहोदय पठति वा? अस्ति वा महोदय? आम्. प्रथमपुरुषः, प्रथमपुरुषः बालेन सह दृश्यते. बालेन सौ दृश्यते. बालेन दृश्येते. दृश्यते. बालेन ते दृश्यन्ते. मध्यमपुरुषः बालेन त्वं दृश्यसे. बालेन युवां दृश्येथे बालेन यूयं दृश्यध्वे उत्तमपुरुषः बालेन अहं दृश्ये बालेन आवां दृश्यावहे बालेन वयं दृश्यामहे हा इति समीचीनमस्ति इदानीं कर्मणि प्रयोगस्य आकृतिः कीदृशी अस्ति इति अस्माभिः अवलोकितमस्ति अस्मिन् सप्ताहे सर्वैः अवगन्तव्यमस्ति बोध्यमस्ति सम्यक्तया अग्रिमे सप्ताहे अस्य प्रचुर अभ्यासः भविष्यति केवलम् एकस्मिन् दिने न प्रायः हा सप्ताहत्रयपर्यन्तम् एतत् पश्येम कथं भवति किन्तु अभ्यासः अपेक्षितः अस्ति प्रथमतया सिद्धान्तः अवगन्तव्यः अस्ति ततः अग्रे अभ्यासं करिष्यामः अभ्यासः करणीयः अस्ति अस्तु तर्हि बहु समीचीनमस्ति इदानीं विरमाम तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः नमस्कारः धन्यवादः